सर्वेभ्यः नमस्कारः, स्वागतमपि. अत्र कोऽपि वक्तुं शक्यते? नमस्कारः भगिनि, सुप्रभातम्. सुप्रभातं, वदतु, आरम्भश्लोकं वदतु, कोऽपि वदतु. कोऽपि नास्ति, केऽपि वदतु. अनुसूय जानाति वा? प्रार्थना वदनीयं वा? सरस्वती नमः. सरसं नाम्नायमधिगम्य महेश्वरा. कृष्णं पाणिः कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनिके नमः. येन दौतागिरपुंसा विमले शब्दवारिधि तमश्चाग्नानजं भिन्नं तस्मै पाणिने नमः. वाक्यकारं वररजं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अस्तु, अत्र गतवर्गे सार्वधातुकलकाराः आर्धधातुकलकाराः किं सन्ति इति दृष्टवन्तः. अत्र अङ्गम् इति कथं भवति इति, अङ्गं विषये केऽपि अङ्गं विषये सूत्रं वक्तुं शक्यते वा? अङ्गं केन सूत्रेण अङ्गं भवति इति केऽपि जानन्ति वा? अङ्गविषये प्रत्यय प्रत्ययात् पूर्वं किं भवति तत् प्रत्ययस्य अङ्गं भवति. अत्र पश्यतु, एतदेव सूत्रमस्ति अङ्गविषये. यस्मात् प्रत्यय प्रत्ययस्य वा? यस्मात् प्रत्ययविधिः कदाचित् प्रत्ययम् तदादि तत् आदि प्रत्यये अङ्गं भवति. सो एतदेव इदानीं दृष्टवन्तः. अत्र पश्यतु, धातुः भवति, योगः विकर्णप्रत्ययः भवति, अनन्तरं तिङ् प्रत्ययः भवति. एतत् सर्वं मिलित्वा एव क्रियापदं भवन्ति. धातु योगः विकर्णप्रत्ययः मेलनेन अङ्गं भवति. एतत् सूत्रेण एतत् स्मरणम् अत्र भवेत्. यस्मात् प्रत्ययः विधिः तत् आदि प्रत्ययः इति, एतत्तु संज्ञासूत्रं भवति. अष्टाध्याय्यां पाठितासु संज्ञासु अन्त्यतमा अस्ति अङ्गमिति संज्ञा. इयं संज्ञा प्रकृतसूत्रेण पाठ्यते एव. अस्तु, सार्वधातुकलकाराः आर्धधातुकलकाराः च इति वयं दृष्टवन्तः. केऽपि वदतु, सार्वधातुकलकाराः किं किं भवति इति. झटिति वदतु. लट् लोट लङ्गम् इति प्रायः बहु शिशवः अस्ति चेत् ए बि सि डि इति वदन्तः खलु, तादृशमेव सार्वधातुकलकाराः किं किं भवति इति चेत् लट् लोट लङ् विधिलिङ्ग् इति. इदानीम् अङ्गम् अनिल् महोदय, अङ्गं केन सूत्रेण भवति इति जानाति वा? अङ्गं केन सूत्रेण न महोदय. अत्र पश्यतु, अत्र यस्मात् प्रत्ययविधिस्तदादि प्रत्यय अङ्गम्. अतः एव अत्र दत्तं धातुः विकर्णप्रत्ययः मेलनेन अङ्गं भवति, अनन्तरम् अत्र प्रत्ययः योजनेन एव अन्तिमवर्णः वयं स्वीकुर्मः. अत्र अपि विवक्षा अस्ति, विवक्षा प्रथमपुरुषः वा प्रथमपुरुषस्य द्विवचनं वा, एतत् सर्वम् अत्र विवक्षा अस्ति. अत्र मनसि स्थापयतु, यस्मात् प्रत्ययविधिः, प्रत्ययविधिः अत्र प्रत्ययविधिः अस्ति खलु, सिप्तस्त मिप्वस्मस् प्रत्ययविधिः, तद् आदि एतत् स्वीकुर्मः. आदि इत्युक्ते सर्वाणि प्रत्ययानि, अत्र प्रत्ययानि सार्वधातुकप्रत्ययानि अपि अस्ति, आर्धधातुकप्रत्ययः नास्ति. अत्र किञ्चित् विशेषरूपेण एव भवति, भविष्यति इति स्वीकुर्मः आर्धधातुकविषये चेत् अत्र स्या इति प्रत्ययम् आगच्छति. सो एतत् सूत्रं बहुमुख्यसूत्रं, सूत्रस्य विषये अङ्गविषये एव अत्र उक्तवन्तः. लट् लोट् लक् एतत् तिप्तश्चि, अनन्तरं ता आतां झ, अत्र एतत् मूल तिङ् प्रत्ययं जा इति. महोदय सूत्रसङ्ख्या, सूत्रसङ्ख्या किम्? सूत्रसङ्ख्या 14, प्रथमाध्याये चतुर्थपादे त्रयोदशतमं सूत्रमस्ति. एतत् एव अङ्गविषये. अस्तु महोदय, इदानीं लट् लोट् लक् लङ् विधिलङ् एत, इदानीं ज इति आत्मेपद किमस्ति अत्र, आत्मनेपदिनकविषये मूलप्रत्ययः ज एव अस्ति. किञ्चित् काल अनन्तरम् अत्र कार्यं भवति, अत् अन्ति एतत् सर्वाणि अत्र पद प्रत्ययः ज्योन्तः इत्यनेन भवन्ति. इदानीं मास्तु, मनसि स्थापयतु ज्योन्तः इत्यनेन एव अस्तु. अनन्तरं भू शप् अनन्तरं पि भवति इति, भू भो भवति, अनन्तरं भव भवति, ति योजनेन भवति इति भवन्ति, विवक्षा अनुगुणरूपेण भवति भवतः भवन्ति इति भवति. अत्र समूहः द्वौ स्तः, द्वादिगणः, द्विवादिगणः, सुधादिगणः, चुरादिगणः, 1, 4, 6, 10. द्वितीयसमूहः भवति अदादिगणः, अत्र लुक् अस्ति, जुहोत्यादिगणः, अत्र श्लौ इति भवति, अतः एव अत्र द्वित्वं भवति. स्वादिगणयः भवन्ति, रुदादिगणयः भवन्ति, तनादिगणयः भवन्ति, त्रयादिगणः. एतद् द्वितीयसमूहः. दशलकारः विषये पूर्वमेव वयं दृष्टवन्तः. अनन्तरं सार्वधातुकलकाराः किं किं भवति चेत् लट् लुट् लङ् विधिलिङ् एतत् स्मारयतु. अनन्तरम् आर्धधातुकलकाराः चेत् लिट् द्वित्वं भवति, लुट् लृट् आशीर्लिङ् लुङ् लृङ् एतत् सर्वाणि अत्र भवन्ति एव. अनन्तरं उदाहरणरूपेण वद् योगः लट् भवति चेत् अत्र शप् भवति, अकारः तिष्ठति, वद् इदानीं वद भवति, ति इति योजनेन वदति इति भवन्ति. रेकार्डिङ्ग् अस्ति खलु, दृष्टवन्तः खलु पूर्णिमा? आं भगिनि, आं भगिनि. इदानीम् एतत् सर्वम् अभवत् एव, अग्रे महोदय सम् प्राब्लम् इन् मै सिस्टम्, ऐ विल् हव् टु रीस्टार्ट् मै सिस्टम्, ऐ विल् जायिन् इन् अनदर् 1 मिनिट् बेक्. या या या, अपेक्षा कुर्मः, चिन्ता मास्तु. अस्तु, इदानीम् अष्टाध्यायाः समग्रदृष्टिः इति भवति. समग्रः दृष्टिः अत्र दृश् इति धातु कोऽपि वक्तुं शक्यते वा कथं पश्यति इति? पूर्वमेव मया एतत् विषये एकं बृहत् सूत्रं मया उक्तमेव, केऽपि जानन्ति वा? ऋषिप्रेक्षणे न अन्य कोऽपि एकनिमिषम्, अनिल् महोदय आगतवान् वा? न, अनिल् आगतवान्, अस्तु. अनिल्, अत्र इदानीं किं दृष्टिः इति भवति, समग्रदृष्टिः. दृष्टिः कथं भवति इति चेत् मया पूर्वमेव उक्तम्, एतत् दृष्टिः एव पाग्राद् मा स्मा स्था न तान् दृश्य इति भवति. एतत् दृश्यपदमेव अत्र पश्यति इति भवति खलु, जानन्ति खलु पश्य? आम् आम् आं भगिनि. मनसि स्थापयतु, बहु झटिति निपातनं भवति अत्र, निपातनं सिद्धरूपेण भवति, किञ्चित् क्लेशः नास्ति एव. पा पिबति अत्रैव अस्ति, किमर्थमत्र पिब इति भवति? अत्र सिद्धरूपेण दत्तमेव पाणिनिना, अत्र क्लेशः नास्ति एव. पाति इति न भवति, सिद्धरूपेण पा इति अस्ति चेत् अत्र पिब ति योजनेन पिबति इति भवति, तावदेव. तादृश अत्र एक प्रश्नः अस्ति, पा धातु द्वौ गणौ अस्ति, तो किमर्थं प्रथमगण पिब अस्ति द्वितीयगण पा अस्ति? इदानीम् अत्र यत् दत्तं वयम् एतदेव पठेम. अत्र पा इति गणः, अर्थः एव पा इत्युक्ते पाति इत्युक्ते रक्षणं करोति, रक्षणम्. एतत् अन्यविषयमस्ति, अन्यविषयमस्ति. इदानीं मम तत्र दृष्टिः इति अत्र वक्तुं शक्यते वा, अत्र व्याकरणविषयं किम् अस्ति इति? केऽपि जानन्ति वा? दृष्टः इत्युक्ते प्रत्ययः, इकारान्त किमर्थं न जाने, इक्तिन् प्रत्ययं स्त्रीलिङ्गपदम् अस्तु. अत्र अनसूया पठतु समग्रः संस्कृतभाषायाः मानचित्रम् एकस्मिन् लघु ग्रन्थे अभूतपूर्वं कृष्णाध्यायी विषये वदति. पाणिनिना अध्यायी विरचिता एव रीत्या येन ग्रन्थो लघुतमः स्यात् अपि च स्वयं संस्कृतः स्यात्. अष्टाध्याया मूलबीजं प्रकरणं, यदा वयं सूत्राणि क्रमेण पठामः तदा पश्यामः यत् सूत्राणि प्रकरणेषु लघुषु उपभागेषु आयोजितानि. अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्यायीम् अपठित्वा सिद्धान्तकौमुद्या निमग्नाः भवन्ति. सिद्धान्तकौमुदीप्रक्रियायाम् आधारिताः, सिद्धान्तकौमुदीप्रक्रियामेव आधारिताः. अद्यत्वे किम् अत्र चतस् चत्वारः सहस्रम् अस्ति खलु, परन्तु अत्र वरदराजेन कृतं लघुसिद्धान्तकौमुदी इति, लघुसिद्धान्तकौमुदी अत्र 1200 एव, द्विशतम् अधिकम् एकसहस्रम् एव, अत्र प्राधान्यरूपेण किं किं भवति इति. अस्तु, अत्र प्रथमसूत्रम् अत्र किं भवति चेत् अयुन् रूल् एवङ् अयौ छयवरट् अस्ति खलु, अत्र सर्वत्र अन्तिमवर्णः किं भवति? हलन्तं भवति. न न अयुन् सर्वे हलन्तम् इत् भवति. हा इत् भवति, उत्तमम्, इत् भवति खलु. एतत् किं सूत्रेण अत्र इत् भवति चेत् आदिः अन्त्येन सहेता इति भवति. आदिः अन्त्येन सह, एतत् सिद्धान्तकौमुद्यां यत् प्रसिद्धसूत्रमस्ति एतदेव स्वीकृत्य अत्र वरदराजेन कृतम्, वरदराजमहोदयेन कृतम्. अत्र आदिः किम् अस्ति? आ इ उ इन् अस्ति. आदि अन्त्येन अन्तिमरूपम् अत्र अन्तिमवर्णः किम्? आ इ उ इन् अस्ति. एतत् सः इता, अन्त्येन सः इता, इता इत्युक्ते इत्येव, इता अत्र किं वचनम्? अत्र इता इति तृतीया एकवचनमिति अत्र दत्तं, परन्तु इताः एव किमर्थं चेत् अत्र माहेश्वराणि सूत्राणि कति सन्ति? भवन्ति, अतः तत्र इताः अन्त्येन सह इताः भवन्ति एव. सर्वाणि अन्तिमवर्णाः इत् भवन्ति, अतः इताः. अनन्तरम् आदिः अन्त्येन सह इता भवन्ति. अत्र सर्वत्र तस्मात् अतः तत्र सर्वाणि पदानि इत् भवन्ति. केन सूत्रेण इत्युक्ते आदिरन्त्येन सहेता इत्यनेन एव इत् भवन्ति. एतदपि बहु मुख्यसूत्रमस्ति, मनसि स्थापयतु. अस्तु, सूत्रसङ्ख्या प्रथमाध्याये प्रथमपादे एकसप्ततितम आदिः अन्त्येन सहेता इत्यनेन एव माहेश्वराणि सूत्राणि चतुर्दश अत्र अस्ति, चतुर्दशमस्ति. अत्र अन्तिमवर्णः सर्वे इत् भवन्ति. एतत् सूत्रेण एव मनसि स्थापयतु अग्रे. इदानीं ग्रन्थे ग्रन्थः लघुत्तमः स्यात्, अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थे लघुत्तमः. अत्र अस्तोभम् असन्दक्यम् अनन्तरं सूत्रम् एतत् मिलित्वा एव षट् प्रकरणानि सन्ति. लघुत्तममेव सूत्राणि, बृहत् किञ्चिदेव भवन्ति. वृद्धिरादेच् अदेङ्गुणः आदुगुणः एतत् विवरणरूपेण एव बृहत्तया वररुचिना दत्तम्, अनन्तरं भाष्यकारेण पतञ्जलिना अपि दत्तम् सूत्रमेव अत्र. इदानीं प्रकरणं प्रक्रिया, अत्र प्रकरणं प्रक्रिया अनिल् महोदय पठतु. अस्तु महोदय. प्रकरणं प्रक्रिया च प्रकरणं प्रक्रिया चेत् अनयोः भेदः कः इति अस्माभिः बोध्यम्। माता पुष्पादीक्षिता सदा पाकशालायाः उदाहरणं ददाति। भोजनस्य निर्माणार्थं सामग्री आवश्यकी, तण्डुलः, जलं, शाकः, पिष्टं, हरिद्रा, आर्द्रकम् इत्यादिकम्। इदं सर्वं भोजनस्य सामग्री। पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते, पृथक् पृथक् कोशेषु भवति। शाकः पृथक् कोशे, पिष्टं पृथक् कोशे, तण्डुलः पुनः पृथक् कोशे, सर्वा सामग्री एकस्मिन् एव कोशे एकत्र स्थाप्यते चेत् अव्यवस्था भवति खलु। अतः सम्यक्तया सावधानतया पृथक् पृथक् कोशेषु एकैकं वस्तु स्थाप्यते। अत्र पूर्वं पाणिनिना किं कृतं चेत् किमपि अत्र पृथक्तया न दत्तम्। इदानीं आवश्यकमस्ति चेत् भोजनसमये तण्डुलः अस्ति, जलमस्ति, शाकः अस्ति, अनन्तरं पिष्टं, पिष्टम् इत्युक्ते किं कोऽपि केऽपि जानन्ति वा? पिष्टम् इत्युक्ते पौडर्, पौडर् फार्म्, पौडर् फार्म्, तण्डुलः पौडर् फार्म् अस्ति, कोऽपि अस्ति अत्र। हरिद्रा, अनन्तरं हरिद्रा इत्युक्ते अत्र ग्रीन् वेजिटेबल्स् न तु अत्र किमस्ति अत्र हल्दि, हल्दि, आर्द्रकम् इत्यादिकम्, एतत् सर्वं मिलित्वा एव भोजनस्य सामग्री भवति। यदा पाकशालायां तादृशं भवति सामग्री एकत्र न स्थापयते खलु, कुत्र यत्र कुत्रापि भवन्ति, तत् स्थाने तण्डुलमस्ति, तत् स्थाने शाकः अस्ति, एतत् कर्तयित्वा अनन्तरं मेलनम् अस्त्वा अग्निः कार्यमपि अस्ति, एतत् मिलित्वा एव अत्र अन्तिमरूपं भोजनम् इति स्वीकुर्मः। तादृशमेव अत्र सूत्रविषये अपि अस्ति। एकस्मिन् पक्षे सूत्रं प्रथमाध्याये अस्ति, अन्यस्मिन् पक्षे तत् वृद्धिः तु अन्यस्थले अस्ति। एतत् मिलित्वा एव अत्र कार्यं कुर्मः। अतः एव एकसूत्रं स्वीकृत्य अग्रे अनुवृत्तिसहितम् अनुवृत्तिसूत्रम् आगच्छति खलु। अनन्तरं मातुः किम् अत्र प्राधान्यतया किं कृतं चेत् पाणिनिना एतत् न कृतम्। अकारान्तदातवः, आकारान्तदातवः, इकारान्तदातवः, ईकारान्तदातवः तादृशम् अत्र पृथक्तया कृतं मातुः। एतत् अग्रे आगच्छति एव, क्लेशः नास्ति अत्र। महोदय, प्रथमवाक्यस्य अर्थः कः? प्रकरणं प्रक्रिया चेत् प्रकरणं, बहवः प्रकरणम् अस्ति अत्र, संज्ञाप्रकरणमस्ति, प्रकरणं यत्र यत्र वृद्धिः प्रकरणमस्ति, षत्वप्रकरणमस्ति, सत्त्वप्रकरणमस्ति, अनन्तरं सम्प्रसारणं प्रकरणमस्ति, स्वराः प्रकरणमस्ति, ह्रस्वः प्रकरणमस्ति, बहवः प्रकरणमस्ति। अस्तु, प्रकरणं प्रक्रिया चेत् इत्युक्ते किम्? यत्र प्रक्रिया इत्युक्ते क्रमः। इदानीं भू भवति, अत्र विकरणप्रत्ययम् अस्ति, अनन्तरं पि इति विवक्षा अस्ति, प्रक्रिया अत्र प्रत्ययः। एतत् प्रक्रिया क्रमेण भवति, इदानीमेव दृष्टवन्तः खलु, वद्योगः अस्ति, अनन्तरं शप् भवति, शप् मध्ये आ भवति, अनन्तरं वद भवति, वदयोः गति योजनेन अत्र सर्वाणि प्रक्रिया क्रमेण आगच्छति। एतदेव प्रक्रिया। प्रक्रिया इत्युक्ते क्रमः न, न तत्र अवगतं महोदय. सम्पूर्णवाक्यस्य अर्थः कः भगिनि? महोदय महोदय, प्रकरणं प्रक्रिया च इत्यनयोः इत्येव खलु तत्र चेत् च इत्यनयोः. अत्र यन्सन्धिः भवति च इति अनयोः. अनयोः इत्युक्ते अत्र षष्ठी द्विवचनम्. अनयोः किं सूचयति अत्र केपि? अनयोः किं सूचयति? प्रकरणं प्रक्रिया एव. एतत् मध्ये एव अनयोः भेदः कः इति अस्माभिः बोध्यम्. यथा भूयोगः शप् योगः ति इति भवति. माता पुष्पा दीक्षित सदा पाकशालायाः उदाहरणम् इदानीं दत्तम्. अत्र भू अस्ति कोऽपि. अनन्तरम् अत्र विकर्णप्रत्ययमस्ति शप् इति भवति. अनन्तरं ति इति भवति. ति इति तिप्तस्जि इति किमस्ति अत्र तिप् तिंशित् सार्वधातुकम् इत्यनेन कोऽपि भवन्ति. शप् इति विकर्णप्रत्ययम् अस्ति. भू इति धातु भवति. भू इति तण्डुलः भवति. शप् इति शाकं भवति. अत्र ति इति जलं भवति. एतत् मिलित्वा एव अन्ते यदा भोजनं स्वीकुर्मः तादृशमेव अत्र किं स्वीकुर्मः? अन्तिमरूपं स्वीकुर्मः भवति इति. अत्र बोध्यम् अवगतम्? अवगतं महोदय. बोध्यम् इति रूपं? बोध्यम् इत्युक्ते ज्ञानमेव. अवगतम् इति रूपं कः? बोध्यम् इस् कर्मणि बुद्धु बुद्धु बुद्धु धातोः अस्माभिः इति तृतीया वच् अस्ति खलु. यत्र यत्र तृतीया भवति तत्र कर्मणि एव भवति. बुद्धु धातोः अत्र बुद्ध अस्ति. पुकन्तलघुपदस्य च इत्यनेन उकारस्य स्थाने ओकारः भवति. बोध् इति भवति. अनन्तरम् अत्र ष्यञ्जि प्रत्ययं भवति. अतः एव अत्र बोध्यम् इति भवति प्रत्ययम्. एतत् सर्वाणि अग्रे आगच्छति एव. अहम् अवगतम्, अर्थः अवगतम्. अहं टोटल् कन्फ्यूजन् वाक्यस्य अर्थः न अवगतम् एव. इदानीम् इदानीम् अवगतम्. अस्तु, अग्रे अत्र गीता श्रीधर् पठतु. अष्टाध्याये अपि तथा भाषायाः पाकशाला. ध्वनि तु इदानीं इदानीं सम्यक्. किञ्चित् उच्चैः वदतु. अष्टाध्यायी अपि तथा भाषायाः पाकशाला. न न न, अत्र अत्र अपि शनैः एव भवति. यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं सर्वम् अस्मिन् ग्रन्थे अस्ति, परन्तु एकत्र न. श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते. प्रत्येकं कोशस्य नाम प्रकरणं, नत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम् इत्यादिकम्. एतदेव मया इदानीम् उक्तं खलु. यदा मां भाषा भोजनम् इति भवति, भोजनम् अत्र समग्री इति भवति. यत्र कुत्रापि तण्डुलः भवति, जलं भवति, अनन्तरं हरिद्रा भवति. यत्र तत्र पृथक् पृथक् रूपेण अस्ति. तादृशमेव धातुः भवन्ति. अनन्तरम् अत्र विकर्णप्रत्ययं भवति. अनन्तरं तिप्तस्जि इति प्रत्ययः अपि भवति. एतत् पृथक् पृथक् कोशेषु स्थाप्यते, स्थापनं भवति. इदानीं प्रकरणम् इत्युक्ते किम् इति अनिल् महोदयेन पृष्टं, मया अपि उक्तं. शत्वं भवति, नत्वं भवति, सम्प्रसारणं भवति, द्वित्वप्रकरणं भवति, ह्रस्वः भवति, दीर्घः भवति, एतत् सर्वाणि पृथक् पृथक् कोशेषु एतत् श्रेणीम् आवलिम् अनुसृत्य एव बहवः कार्याणि सन्ति. अस्तु, भवती एव अग्रे पठतु. भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न, मार्गनिर्देशोऽपि आवश्यकः, मार्गनिर्देशकः अपि आवश्यकः. ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य पतनम्, एतादृशी सूचना अपेक्षिता. इयं पाककृतिः इति वदामः. भाषाक्षेत्रे भवती अग्रे अग्रे अपि पठतु. भाषाक्षेत्रे प्रक्रिया तथैव भवति. पदस्य निर्माणार्थं कानि सोपानानि सन्ति, अपि च सोपानानि सन्ति, अपि च केन क्रमेण इति सूचना प्रक्रिया इत्युच्यते. जि योजनम् आयोजनं ति जयति. अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि, केन क्रमेण च इति प्रक्रिया. इदानीमेव प्रक्रिया किं भवति, किम् अस्ति इति अहं न जानामि इति अनिल् महोदयेन उक्तं. प्रक्रिया इत्युक्ते क्रमेण किं किं भवति इति. यदा भोजनस्य निर्माणार्थं सामग्री आवश्यकी अस्ति, तादृशमेव अत्र धातुः भवति, विकर्णप्रत्ययं भवति. अत्रापि सार्वधातुकविकर्णप्रत्ययम् अस्ति, आर्धधातुकविकर्णप्रत्ययम् अस्ति, अनन्तरम् अत्र अप्रत्ययः भवति. एतत् पृथक् पृथक्तया भवति, अपेक्षा अस्ति एव. भाषाक्षेत्रे प्रक्रिया तथैव भवति. इदानीं जि इति धातु अस्ति चेत् जि जये, मया पूर्वमेव उक्तं, यत्र धातु भवति अत्र अर्थमपि मनसि स्थापनीयं. जि जये एव, जयति, रामः जयति, तादृशं जि योगः अ अनुबन्धलोपानन्तरं, ति इति विवक्षा अस्ति, अन्तिमरूपं जयति इति भवति. अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि, केन क्रमेण, केन प्रक्रिया च इति. क्रमेण इत्युक्ते प्रक्रिया एव. अत्र इदानीं पूर्णिमाप्रकाश पठतु. गीता पठितं वा? आं भगिनि, इदानीं पठितवती भगिनि. हा, इदानीमेव पठितम्. अस्तु, पूर्णिमाप्रकाश पठतु. आं भगिनि, श्रूयते वा? आमामाम्. भाषाक्षेत्रे प्रक्रिया तथैव भवति. पदस्य न अधः अधः जि योगः लट् जि योग लट् इति विवक्षा. लस्य क्षिप्तश्चि क्षिप्तस्वाम् इत्मस्मस् तामथां झान् तामथां ध्वं हिङ् महीमहि. तृतीयाध्याये चतुर्थपादे सप्तसप्ततिः सूत्र लस्य इति तिप्तस्ति. तृतीयाध्याये चतुर्थपादे अष्टसप्ततिः सूत्र जि अधिक सूत्राणि सङ्ख्या त्यजतु. अस्तु, सूत्रि अधिकति हलन्त्यं तस्य लोपः. जि अधिकति कर्तरि शप् जि अधिक शप् अधिकति दशकोतदिते हलन्त्यं तस्य लोपः. जि अधिकः अधिकति किञ्चित् सार्वधातुकं सार्वधातुक अर्धधातुकयोः. अनन्तर जि अधिकः जे जे अधिकः भवति, जि गुणः भवति, जे अधिकः भवति, जयति एच ओ वयवायः इति सूत्रस्य आधारेण. ज अधिक ऐ अधिकः अधिकति वर्णानां मेले जयति इति क्रियापदं निष्पन्नम्. एतत् सर्वाणि एतदेव प्रक्रिया. प्रक्रिया जयति प्रक्रिया लिखतु इति प्रश्नः उदेति चेत् जय जि इति धातु अत्र लट् विवक्षा एव अस्ति. किमर्थं चेत् यत्र पाणिनिसूत्राणि ये पठन्ति सर्वाणि किम् अस्ति सर्वे प्रथमं लट् एव स्वीकुर्मः किञ्चित् झटिति मनसि स्थापनार्थं विधिलिङ्ग् लङ् लट् लोट् लङ् एतत् सर्वाणि किञ्चित् क्लेशः भवन्ति अतः एव अत्र लट् रूपं विवक्षा अस्ति अत्र तस्य इति अधिकारकः अस्ति लस्य इति अधिकारकः सर्वत्र लस्य इति अधिकारकः एव लट् लोट् लङ् सर्वाणि अत्र दशगणाः ला ला ला ला इत्येव भवन्ति अतः एव लस्य इति अधिकारः अनन्तरं तिप्तस्थि चित्तस्थ मिप्वस्मस् एतत् सर्वाणि आर्धधातुक सार्वधातुक भवन्ति ता आतां झ ता ताः आतां द्वं इड् वहि महिं आर्धधातुक विवक्षा अस्ति इदानीम् अत्र लट् इति विवक्षा एव अस्ति जि इति योगः अनन्तरं तिप् इति अस्ति पकारः हलन्त्यम् इत्यनेन प्रथमं लोपः भवति अनन्तरं तस्य लोपः इत्यनेन एव इत् भवन्ति ति यो जि योगः ति भवति अत्र कर्तरि शप् भवति लट् अस्ति अतः कर्तरि शप् शप् मध्ये शकारः लशक्व अतद्धिते तद्धितं नास्ति अत्र अपत्यार्थे आगच्छति खलु सर्वत्र अन् इति अग्रे आगच्छन्ति चिन्ता मास्तु लशक्व अतद्धिते अनन्तरम् इत्यनेन शकारः लोपः भवति अप् भवति इदानीं हलन्त्यं तस्य लोपः इत्यनेन पकारस्य अपि लोपः भवति आ एव तिष्ठति अत्र आ किं सूचयति किञ्चित् सार्वधातुकम् एव किमर्थं चेत् अत्र सार्वधातुकलकाराः अतः तिङ् अपि अस्ति षित् अपि अस्ति पूर्वमेव मया एतत् विषये षित् किं किं भवति इति शन् श जानन्ति खलु षित् मध्ये किं किं भवति इति अत्र पश्यतु शप् शप् शन् शप् शन् तिङ् प्रत्ययाः तिङ् प्रत्ययाः चित्तस्जि चित्तस्थ मिपुवस्मस् इदानीमेव दृष्टवन्तः अत्र षित् प्रत्ययाः किं किं भवति शप् अस्ति शन् भवन्ति दिवादिगणयः स्नु श सनादिगणयः तुदादिगणयः श्नम् स्वादिगणयः श्ना तयादिगणः एतत् सर्वाणि एव विकर्णप्रत्ययं कुत्र भवन्ति चेत् षित् अस्ति अनन्तरं कृत् भवन्ति कृत् शत्रु अस्ति शाणच् अस्ति शाणन् चाणश् कश् श एष् शय सद्यै सद्यैन् एतत् किञ्चित् अग्रे आगच्छन्ति क्रमेण आगच्छन्ति इदानीम् अस्माकं विवक्षा अस्ति तिङ् प्रत्ययः अपि अस्ति षित् प्रत्ययः षित् प्रत्ययः षड् भवन्ति शप् शन् स्नु श स्नम् स्ना एतत् कुत्र कुत्र भवन्ति इति वयं दृष्टवन्तः एव अत्र शप् इति भुवादिगणे अपि अस्ति चुरादिगणे अपि अस्ति अनन्तरं शन् तिवादिगणे भवन्ति स्वादिगणयः तु स्नू इति भवन्ति सुदादिगणयः शा भवति भुवादिगणयः तादृशमेव अत्रापि आ एव तिष्ठति अनन्तरं रुदादिगणयः अत्र रुदादिगणयः श्नम् भवति श्ना कुत्र भवति चेत् अत्र क्रयादिगणः नवमगणः अस्तु तिंशित् सार्वधातुकम् इत्यनेन एव अत्र कार्यं भवति तिङ् भवति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति अत्र प्रथमं मनसि स्थापयतु स सार्वधातुक आर्धधातुकयोः अत्र ह्रस्व उकारः अस्ति वा दीर्घ उकारः अस्ति वा किमपि अत्र क्लेशः नास्ति. इदानीम् इकारः ह्रस्व इकारः भवति, ह्रस्व इकारः भवति चेत् अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन जे भवति, एकारः भवति. अनन्तरम् आतिष्ठति योगः ति. इदानीम् एचो यवा यावः इत्यनेन एव जे इति भवति खलु, अत्र एकारस्य स्थाने अयादेशः भवति, अयादेशः भवति. तत्र यिज् योगः अय जय इति भवति, जयि भवति. आयोजनेन जय भवति, ति योजनेन सर्वाणि अत्र वर्णाः मिलित्वा एव अत्र वर्णानां मेलनेन जयति इति क्रियापदम् अन्तिमरूपं निष्पन्नम्. अतः तत्र प्रकरणमस्ति, प्रक्रिया अस्ति. जयति प्रक्रिया लिखतु इति चेत् जि लट् विवक्षा, जि तिपु भवति, जि अनन्तरं कर्तरि शप् एतत् विषये शप् भवति. शप् मध्ये अनुबन्धलोपानन्तरम् अकार एव तिष्ठति. एचो एव यावः इत्यनेन ह्रस्व इकारस्य स्थाने जे भवति. अनन्तरम् एतत् सर्वाणि वर्णानि मेलनेन एव अन्तिमक्रियापदं निष्पन्नं. एतदेव प्रक्रिया. अनिल् महोदय जानाति वा? आम् महोदय, अवगतम्. एतदेव प्रक्रिया. इदानीं भवती प्रक्रिया लिखतु इति स्थापनार्थं भवान् करोतु, इदानीं कर्तुं शक्यते एव. एतदेव प्रक्रिया. अस्तु, इदानीम् अत्र इतः पर्यन्तं कोऽपि प्रश्नः अस्ति वा? प्रश्नः अस्ति चेत् पृच्छतु, नास्ति चेत् अग्रे गच्छेम. शान्ता अत्र पठतु, अत्र एका प्रक्रिया. नमस्कारः. अत्र एका प्रक्रिया प्रदर्शिता. जयति इति पदं कथं निर्मीयते इति प्रदर्शितम्. सूत्राणां सङ्ख्याः दृश्यन्ताम्. इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यश्च स्वीकृतानि. अनेन कारणेन कस्माचित् सूत्रात् प्राक् कानि सूत्राणि वर्तन्ते, केषां च पदानाम् अनुवृत्ति इति न ज्ञायते. तस्य फलम् इदं यत् प्रक्रियायाः प्रसङ्गे सूत्रस्य दर्शनेन तस्य अर्थः नैव अवगम्यते अस्माभिः. प्रक्रियायाः किञ्चन फलं तु अस्त्येव, अनेन पदनिर्माणक्रिया उद्भवति. परन्तु सूत्रस्य अवगमनार्थं यत्र सूत्रबोधः लक्ष्यं, तत्र अस्माकं क्लेशो भवति, यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न. सूत्रस्य पूर्णार्थं वाक्यम् अपेक्षितं, तच्च वाक्यं न प्राप्यते प्रक्रियायाम् अपि तु प्रकरणेन एव. अत्र एका प्रक्रिया प्रदर्शिता, इदानीमेव दृष्टवन्तः. एतदेव प्रक्रिया. जि इति एव धातुः. जयति रामः जयति इति जि इति पदं जयति कथं भवति इत्युक्ते, एतदेव प्रक्रिया. जयति इति पदं कथं निर्मीयते इति प्रदर्शितं. सूत्राणां सङ्ख्या अत्र पश्यतु, 3477 133 3167 137 34113 6177 तादृशं भवति. यदा भोजनसमये तण्डुलमस्ति, हरिद्रा अस्ति, जलमस्ति, अग्नि अस्ति, एतत् यत्र कुत्रापि पृथक् पृथक् रूपेण पृथक् पृथक्तया भवन्ति एव. तादृशमेव अत्र अपि सूत्रसङ्ख्या इतस्ततः अस्ति. एतत् मेलनं अत्र करणार्थम् आवश्यकम्. अतः एव अन्ते अस्माकं कृते जयति इति स्वीकुर्मः. सूत्राणां सङ्ख्या दृश्यन्ताम् इदानीं मया उक्तम्. इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यः च. तृतीयाध्यायमस्ति पादः तु चत्वारः भवन्ति, प्रथमाध्यायः भवन्ति पादः तु तृतीयः भवन्ति. तादृशमत्र क्रमेण इतस्ततः अटन्ति एव. सामग्रीरूपेण यदा भोजनं कुर्मः तत् समये मिलित्वा एव अत्र अन्ते भोजनं स्वीकुर्मः. तादृशमेव अत्र सूत्रसङ्ख्या इतस्ततः भवन्ति. एतत् मिलित्वा एव जि इति पदम् अग्रे जयति इति भवन्ति. पादः अपि पादानाम् अनुवृत्तिः इति न जायते. किञ्चित् स्थाने पाद किञ्चित् सूत्रमस्ति चेत् अनुवृत्तिसूत्रेण एव कार्यं भवति. एतत् अग्रे आगच्छति. तस्य फलम् इदं यत् प्रक्रियायाः प्रसङ्गे सूत्रस्य दर्शनेन एव तस्य अर्थः अस्माकं कृते अवगम्यते खलु. प्रक्रियाः एतदेव प्रक्रिया. जि इति भवति चेत् जयति कथं भवति? अत्र प्रक्रिया भवति, क्रमेण भवति. यत् जयति भवति तादृशमेव भवति अपि भवति. भू इति दीर्घ ऊकारः भवति, परन्तु अत्र भवति इति भवति. कथं भवति? तादृशप्रक्रिया एव. यत्र कुत्रापि सूत्राणि पृथक् पृथक् अस्ति, परन्तु एतत् सामग्री इति अस्ति. एकस्मिन् स्थले एव सर्वाणि सूत्राणि आगत्य जयति इति अन्तिमरूपं निष्पन्नम्. इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा, संशयः अस्ति वा, पृच्छतु. अस्ति वा? न महोदय. अस्तु. पाणिनेः ग्रन्थः प्रकरणस्य आधारेण एव रचितः. प्रकरणम् अत्र ह्रस्वः भवति वा, दीर्घः भवति वा, णत्वं भवति वा, सत्वं भवति वा, अनन्तरं सम्प्रसारणं भवति वा, एतत् स्वीकृत्य एव अत्र प्रकरणस्य आधारेण एव रचितः. अष्टाध्यायक्रमेण सूत्राणि पठामः, तथा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः. येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात्. अनेन सूत्रार्थः मनसि स्फुरति विद्यते भवति. इदानीं सूत्रार्थः यत्र इतस्ततः अटन्ति एव. एतत्तु तृतीयाध्यायः, अग्रे तु प्रथमाध्यायः, अनन्तरं तु षष्ठमाध्यायः. एतत् मिलित्वा एव यथा तण्डुलमस्ति, हरिद्रा अस्ति, जलमस्ति, अग्निः भवति, एतत् एकस्मिन् स्थले मिलित्वा एव कार्यं भवति. तादृशमेव अत्र जि इति स्वीकुर्मः चेत् एतत् प्रक्रिया सामग्री स्वीकृत्य कार्यम् अभवत्. इदानीम् अनसूया एकस्मिन् प्रकरणे पठतु. एकस्मिन् प्रकरणे अपि एकं कार्यं भवति. यत् पदं दत्तम् एकस्मिन् सूत्रे तत् पुनः अग्रिमे सूत्रे साक्षात् न दीयते. पाठकैः अवगम्यते यत् सः अर्थः पुनः आयाति तस्मिन् सूत्रे अपि. इयम् अनुवृत्तिः इति वदामः. अत्र अयं विशेष इतोपि विस्तारितः. पाणिनिः सूत्रस्य लघुत्वम् इच्छति. तदर्थम् एषां सूत्राणां समानप्रकारक कार्यं भवति तानि आमां भवती अत्र अन्यवर्गः चलन्ति वा किम् अस्ति अत्र ध्वनिः प्रतिध्वनिः भवन्ति यत्र यत्र इकः स्थाने यत् भवति एतादृश इको इनिशियल् प्रसङ्गः भवति इदानीमपि भवति वा सदृशतमः आदेशः भवति तुल्यतमः तर्हि तुल्य तु कथं ज्ञायते इति चेत् सा ययोः वर्णयोः स्थानतुल्यम् अन्य कोऽपि इदानीमपि भवति वा महोदय आमाम् अस्तु तिष्ठतु अत्रैव तिष्ठतु इदानीम् एकस्मिन् प्रकरणे वारं वारम् अत्र वारं वारम् इति वारं वारम् इति पदम् अत्र नमुल् इति प्रत्ययम् अस्ति कुत्रापि लिखतु वारं वारम् अनन्तरं यत्र यत्र मकारः अन्ते श्रूयते नमुल् इति प्रत्ययमस्ति नमुल् इति प्रत्ययं यत्र अस्ति चेत् तत्र एव वारं वारम् इति भवति इदानीं बोध्यं षञ्ज् प्रत्ययं स्थापयतु कुत्रापि स्थापयतु लिखतु षञ्ज् प्रत्ययं बोध्यम् इति भवति तादृशमेव वारं वारम् इत्युक्ते अत्र नमुल् इति प्रत्ययम् आगच्छति प्रत्ययं बहवः सन्ति यत्र कुत्रापि पाठसमये आगच्छति तत्रैव लिखन्तु अस्तु इदानीं वारं वारं एकं कार्यं भवति यत् पदं दत्तम् एकस्मिन् सूत्रे तत् पुनः अग्रिमसूत्रे साक्षात् न दीयते इदानीं हलन्त्यमिति आगच्छति अग्रे एतत् लशकोतत् इति हलन्त्यं तस्य लोपः इत्यनेन आगच्छति इतोपि किञ्चित् अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति एकं सूत्रमस्ति प्रथमं प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रथमम् एकं सूत्रम् आगच्छति कार्यं करोति परन्तु लोप अत्र किं भवति प्रयोगं न कुर्मः परन्तु पुनरपि आगत्य कार्यं करोति अग्रे आगच्छति चिन्ता मास्तु इदानीम् अत्र यत्र एकस्मिन् पक्षे एकः सूत्रम् आयाति पुनः न भवति एव अवगमनार्थमेव सूत्रबोधः लक्ष्यं तत्र अस्माकं क्लेशः भवति यत्र सूत्रं स्वयं सम्पूर्णं वाक्यं न सूत्रं स्वयं सम्पूर्णं न किमर्थं चेत् अत्र अग्रे अनुवर्तिसहितसूत्रमेव आगच्छति अनन्तरं कार्यं सम्पूर्णतया भवति सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितम् सूत्रम् इदानीं कार्यं हलन्त्यं तस्य लोपः भवति कर्तरि शप् लशक् तत् इति तिंशित् तिंशित् सार्वधातुकम् अनन्तरं एचो यवा यावः एतत् सर्वाणि भवन्ति सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितम् तत् वाक्यं तु तत् च तत् योगः च अत्र किं सन्धिः भवति सूत्रं किम् कोऽपि केऽपि वक्तुं शक्यते वा तच्च एव सूत्रं किम् अनन्तरं सन्धिः किम् स्तोः चुनासुः इत्यनेन चुप्पसन्धिः भूत्वा तच्च इति भवति तत् योगः च वाक्यं न प्राप्यते प्रक्रियायाम् अपि तु प्रकरणे एव अतः सूत्रस्य पूरणार्थं सर्वाणि कार्याणि भवन्ति एव अनन्तरमेव वाक्यम् अन्तिमवाक्यं स्वीकुर्मः अग्रे अनिल्महोदय पठतु प्रक्रियायाः प्रक्रियायाः किञ्चन फलं तु अस्ति एव अनेन पदनिर्माणक्रिया बुद्धः बुद्धा परन्तु सूत्रस्य अवगमनार्थं यत्र सूत्रबोधः लक्ष्यं तत्र अस्माकं क्लेशः भवति यतः अग्रे पठतु अत्र किञ्चन इति अस्ति खलु आम् अत्र किम् इति भवति अनन्तरं चित् क्षण इति प्रत्ययं भवति चित् क्षण पूर्वमेव मया उक्तमेव एतत् मेलनेन एव किञ्चन केचन कश्चन इति भवति अस्तु एतत् पठतु पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः यदा अष्टाध्यायीक्रमेण सूत्राणि पठामः तदा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात् अनेन सूत्रार्थः मनसि स्फुरितः विद्यते एतदपि पठितम् अत्र पाणिनेः ग्रन्थः पाणिनेः अत्र विभक्ति किं वचनं किम् अनिल् महोदय पाणिनेः पाणिनि इकारान्तशब्दः अस्ति पाणिनेः षष्ठी एकवचनं अग्रे अग्रे अत्र पूर्णिमा पठतु एकस्मिन् प्रकरणे वारं वारम् एतदपि पठितमेव इदानीं पाणिनिः सूत्रस्य लघुत्वम् इच्छति अतः एव अत्र सूत्रम् इति वयं पठामि वा पठितमेव भवति खलु अत्र किञ्चित् क्लेशः आसीत् अतः अत्र एकनिमिषम् अत्र गीता पठतु आं भगिनि विषय इतोपि विस्तरीतः न पाणिनिः सूत्रस्य लघुत्वमिच्छति पाणिनिः सूत्रस्य लघुत्वमिच्छति तदर्थम् इक्षसूत्राणां समानप्रकारः कार्यं भवति पाणिसूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतं भवन्ति अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे प्रथमे किञ्चनपदमस्ति तत् पदं द्वितीये सूत्रे यद्यपि अपेक्षते तथापि पुनः साक्षात् न दीयते अस्माभिः तत् पदम् आनेतव्यं यथा रामः वदति अहम् आपणं गच्छामि श्यामः वदति अहमपि वयं तयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहमपि आपणम् आगच्छामि अहमपि आपणं गच्छामि इति यद्यपि श्यामः अहमपि इत्यवदत् अपि वयं तस्य पूरयामः मनसि तादृशं पूर्णं पाणिनिः इच्छति सूत्रविषये यानि पदानि न उक्तानि यतः पूर्वसूत्रेषु दत्तानि तानि अनुवृत्तय इत्युच्यते अत्र पूर्वतनसूत्रेषु दत्तानि तानि अनुवृत्तयः इति उच्यन्ते म्यूट् करोतु भगिनि पूर्वतन अद्यतन यस्तन इत्यादि पदानि अत्र तन इति प्रत्ययं भवति यस्तन पूर्वतन अद्यतन तन इति प्रत्ययम् अस्तु इदानीं पाणिनिः सूत्रस्य लघुत्वम् इच्छति अत्र अन्म्यूट् करोतु कोऽपि अनिल् महोदय वा? आं महोदय. अन्म्यूट् करो, म्यूट् करोतु. अस्तु, अत्र सूत्रस्य लक्षणं किम्? सूत्रस्य लघुत्वम् इच्छति. बृहत्तया अस्ति अस्ति चेत् सर्वे धावन्ति एव. सूत्रस्य लक्षणं किम् अस्ति चेत् अल्पाक्षरं सूत्रं किञ्चिदेव. वृद्धिराजेच् वृद्धि रेचि अदेङ्गुणः आदुगुणः तादृशं किञ्चिदेव लघुत्वं भवति. अनन्तरम् असन्दिग्धम्, अत्र किञ्चिदपि सन्देहः नास्ति एव. अनन्तरं सारवत् भवति, वृद्धिरेचि वृद्धिः यत्र भवति चेत् एचि इति अत्र प्रत्ययं प्रत्याहारः भवति चेत् अत्र सारवत् भवति. अनन्तरं विश्वतोमुखम् इति अस्ति, विवरणमस्ति अत्र. वृद्धिरादेच् वृद्धि रेचि किं सूचयति इति विवरणमपि तत्र अस्ति एव. परन्तु इतोपि ज्ञातव्यं चेत् अत्र वाक्यकारः अस्ति वररुचिः, भाष्यकारः अस्ति पतञ्जलिः. सर्वाणि इतोपि बृहत्तया अत्र उक्तमेव. अस्तोभम्, अस्तोभम् इत्युक्ते किमपि सूत्रम् अत्र न व्यर्थं भवति. आगच्छति प्रत्ययलोपे प्रत्ययलक्षणम् इति आगच्छति, सूत्रम् आगच्छति, परन्तु एतत् अत्र न कार्यं करोति, परन्तु पुनरपि आगत्य कार्यं करोति. अत्र पाणिनिः सूत्रं किमपि न व्यर्थं भवति इति बहु मुख्यमस्ति. अनन्तरम् अनवद्यम्, अत्र किमपि दोषः न सन्ति एव. अतः सूत्रस्य लक्षणं किं भवति चेत् अल्पाक्षरम्, असन्दिग्धं, सारवत्, विश्वतोमुखम्, अस्तोभम्, अनवद्यम् इति एतत् सर्वाणि षट् प्रकरणानि सन्ति. एतदेव सूत्रस्य लक्षणम्. इदानीं पाणिनिः सूत्रस्य लघुत्वम् इच्छति इति आरभ्य अग्रिमे वर्गे कुर्मः. सर्वेभ्यः नमस्कारः, धन्यवादः, शुभदिनम्. अत्र इतोपि प्रश्नः संशयः अस्ति चेत् लिखतु, अग्रिमवर्गे पृच्छतु. समीचीनं? अस्तु महोदय, धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.